पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 47 नारद उवाच तव प्रसादतो ज्ञातो विप्रपुण्यतमश्च यः यथा जानामि देवेश क्रियया ब्राह्मणाधमं ब्रूहि शीघ्रं सुरश्रेष्ठ यदि प्रीतिं मयीच्छसि ब्रह्मोवाच स्नानैर्दशविधैर्मुक्तस्तथैव तर्पणादिभिः सन्ध्या संयमहीनश्च स एव ब्राह्मणाधमः देवपूजाव्रतैर्मुक्तो वेदविद्यादिभिस्तथा सत्यशौचादिभिश्चैव योगज्ञानाग्नितर्पणैः पञ्चस्नानानि विप्राणां कीर्ति तानि महर्षिभिः आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च आग्नेयं भस्मनास्नानमद्भिर्वारुणमुच्यते आपोहिष्ठेदि वै ब्राह्मं वायव्यं गोरजस्मृतम् अद्भिरादपवर्षाभिर्दिव्यं स्नानमुदाहृतम् एतैस्तु मन्त्रतस्नानात्तीर्थानां फलमाप्नुयाद तुलसीपत्रसंलग्नं सालग्रामशिलाम्बुज गवां शृङ्गोदकं चैव विप्रपादोदकं च यद गुरूणामेव मुख्यानां पूदात्पूदमिति स्मृतिः त्यागतीर्थादिभिर्यज्ञैर्व्रतहोमादिभिस्तद्धा यद्फलं लभते धीरस्नानैरेतैस्तु तद्फलं तर्पणैश्च विनिर्मुक्तपितॄणामेव नित्यशः पितृहा नरकं यादि सन्ध्याहीनस्तु विप्रः मन्त्रव्रतविहीनश्च वेदविद्यागुणैरपि यज्ञदानादिभिर्मुक्तो ब्राह्मणश्चाधमाधमः यज्ञार्था देवलका नाक्षत्रा ग्रामयाजकाः परदाररता नित्यं पञ्चैदे ब्राह्मणाधमाः मन्त्रसंस्कारहीनाश्च शुचि संयमवर्जिताः मोकाशिनो दुरात्मानो ब्राह्मणाश्चाधमाधमाः अभिस्तेयरतामूटाः सर्वधर्मविवर्जिताः उन्मार्गगामिनो नित्यं ब्राह्मणाश्चाधमाधमाः श्राद्धादिकर्मरहिता गुरुसेवाविवर्जिताः अमन्त्राभिन्नमर्यादा एते सर्वाधमाधमाः असम्भाष्या इमे दुष्टा सर्वे निरयगामिनः अमेध्यास्ते दुराचारा अपूज्याश्च समं ततः खड्गोपजीविकाः प्रेष्य गोवाहनरता द्विजाः कारुवृत्त्युपजीवाश्च गणवार्धशिकाश्च ये बालापण्याभिचाराश्च अत्यजाश्रयमाश्रिताः कृतघ्नाश्च गुरुघ्नाश्च एते सर्वाधमा स्मृताः ये चैवान्ये कदाचाराः पाषण्डा धर्मनिन्दकाः दूषका देवभेदानामेते ब्रह्मद्विषो द्विजाः तथापि ब्राह्मणश्चैव न हन्तव्य कदाचन एनं हत्वा द्विजश्रेष्ठ ब्रह्मः पुरुषो भवेद् अत्यजादिशुम्लेच्छेषु तथा चाण्डालजादिषु पतितो वान्न योनिभ्यां न हन्तव्यः कथञ्चन सर्वजातिस्त्रियं गत्वा सर्वाभक्ष्यस्य भक्षणाद् द्विजत्वं न विनश्येद पुण्याद्विप्रो भवेत् पुनः नारद उवाच ईदृशं दुष्कृतं कृत्वा पश्चात् पुण्यं समाचरेद कां गतिं यात्यसौ विप्रसर्वलोकपितामह ब्रह्मोवाच कृत्वा सर्वाणि पापानि पश्चाद्यस्तु चिदेन्द्रियः मुच्यते सर्वपापेभ्यः पुनर्ब्रह्मत्वमर्हति शृणु पुत्रकथां रम्यां विचित्रां च पुरातनीं कस्यचिद्ब्राह्मणस्यापि यवनाढ्यः सुतो भवद ततो यौवनसम्पत्तेर्मोहाच्च पूर्वकर्मणः चाण्डाली मगमत्सद्यस्तस्या प्रियतरो भवद तस्यामुत्पादितास्तेन पुत्रा दुहितरस्तथा स्वकुटुम्बं परित्यज्य गृहे तस्याश्चिरं स्थितः अन्याभक्ष्यं न चाश्नादिघृणया च सुरां त्यजेत तमुवाच सदा सा च भक्षयान्यतरां सुरां तामुवाच तदा शौचं गदितुं नार्हसि प्रिये उत्कारो जायते तस्या श्रवणात् सततं मम एकदा सा मृगान्वेषात् श्रान्तः सुप्तो गृहे दिव गृहीत्वा सा सुरां तस्य हसित्वा च मुखे ददौ ततो विप्रमुखादग्नि प्रज्ज्वाल समन्तदः ज्वालादु स कुटुम्बां ता मदहश्च गृहं वसु हाहा कृत्वा समुद्धाय विललाप तदा द्विजः विलापान्ते च जिज्ञासा समारब्धा च तेन हि कुतश्चाग्निसमुद्भूतो गृहे दाहः कथं मम तदके समुवाचेदं तेजस्ते ब्राह्मणस्य च कथिते तद्यथा वृत्ते ब्राह्मणो विस्मयं गतः विमृश्यार्थमुवाचेदं पुनख्येस्य हितं वचः विप्रनष्टं सुतेजस्ते तस्माद्धर्मचरो भव ततो मुनिवरान् गत्वा पप्रचात्महितं द्विजः तमुचुर्मुनयः सर्वे दानधर्मं समाचर ऋषय ऊचुः पूयं ते सर्वपापेभ्यो ब्राह्मणानि यमैर्व्रतैः नियमान् शास्त्रदृष्टांश्च पूदत्वार्थमुपाचर चान्द्राह्यणांश्च कृच्छ्रांश्च तप्तकृच्छ्रान् पुनः पुनः प्राजापत्यांश्च दिव्यांश्च दोषशोषाय सत्वरं गच्छतीर्थानि पूतानि गोविन्दाराधनं गुरु क्षयमेष्यं दिपापानि न चिरेण समं ददः पुण्यतीर्थप्रभावाच्च गोविन्दस्य प्रभावदः क्षयमेष्यन्ति पापानि ब्रह्मत्वं प्राप्स्यते भवान् शृणु ताद यथावृत्तं कथयामः पुरातनम् आहारार्थी पुरावत्स गरुडो विनता सुदः पदं कोऽपि बहिः साक्षाद्दण्डान्निसृत्य शावकः क्षुदार्थी मातरं प्राहभक्ष्यं मे दीयतामिति ततः पर्वतसङ्काशं गरुडं च महाबलम्। दृष्ट्वा माता महाभागा तनयं पृष्टमानसा क्षुधां ते बाधितुं पुत्र न शक्नोमि समं तदः। तव तादस्तपस्तेऽपि लौहित्यस्योत्तरे तडे कश्यपो नाम धर्मात्मा साक्षाल्लोकपितामहः। तत्र गच्छस्वपितरं पृच्छकामं यथा तव अस्योपदेशतस्तादक्षुधा ते शममेष्यति। ततो मातुर्वच श्रुत्वा वैनतेयो महाबलः अगमत्पितुरभ्यासं समुहूर्तान् मनोजवः। दृष्ट्वा तादं मुनिश्रेष्ठं ज्वलन्तमिव पावकं प्रणम्य शिरसा वाक्यमुवाच पितरं खगः। भक्षार्थी समनुप्राप्तः सुदोहं ते महात्मनः क्षुधया पीडितो नाथ भक्ष्यं मे दीयतां प्रभो। ततो ध्यानं समाधभ्य ज्ञात्वा तं विनता सुतं पुत्रस्नेहाद्वजच्छेदं प्रोवाच मुनिसत्तमः। अनेकशतसाहस्रा निषादाः सरितां पदे तीरे तिष्ठन्ति पापिष्टास्तान् सम्भक्ष्य सुखी भव। तीर्थमुत्सादयन्ति स्म तीर्थकाकासुराः सदाः विना विप्रं निषादेषु भक्षय त्वमलक्षितम् इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्तदः। अलक्ष्यभावो विप्रोऽपि गिलितस्तेन पक्षिणा स तस्य गलके गाढं लालगीदिद्विजस्तदा त्वमिदुं गलिदुं चापि न शशागद्विजोत्तमः। गत्वाथ पितरं प्राह किमे ददिति मे पितः लग्नं मे गलके सत्वं प्रतिकर्तुं न शक्नुयाम्। तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाचः मयोक्तं ते पुरा वत्सब्राह्मणोऽयं न बुध्यसे इत्युक्त्वा च मुनिर्धीमान् द्विजं प्राह स धार्मिकः। आगच्छत्वं ममासन्नं हिदं ते प्रवदाम्यहम्। तमुवाच तदा विप्र कश्यपं मुनिपुङ्गवं ममैते सुहृदो नित्यं सर्वे सम्बन्धिनः प्रियाः। श्वशुराश्चालकाश्चाप्ताः सबालाश्च तथा परे ये दैशः प्रयास्यामि निरयं चापि वा शिवम्। तस्य तद्वचनं श्रुत्वा विस्मितः कश्यपो ब्रवीद द्विजानां च कुले जातश्चाण्डालै परिदो भवान् पुरुषास्ते प्रधिष्ठं ते कोरे च निरये ध्रुवं चिराय निष्कृतिस्तेषां नैवास्तीह कथञ्चन सर्वांश्चैव दुराचारांश्चाण्डालान् पापकारिणः। दोषां त्यक्त्वा नरः पश्चात् सुखी भवति नान्यथा। अज्ञानाद्यदि वा मोहात् कृत्वा पापं सुदारुणं ततो धर्मं चरेद्यस्तु स गच्छेत् परमां गतिं। पापकृन्नचरेद्धर्मं पापे कुर्यान्मतिं पुनः शिलानावं यथारूढसागरे संनिमज्जति। कृत्वा सर्वाणि पापानि तथा दुर्गतिसञ्चयम् उपशान्तो भवेत् पश्चात् तं दोषं शमयिष्यति। तमुवाच महाप्राज्ञं द्विजं मुनिवरोत्तमं यदि मां न जहातिह खगः सर्वांश्च बान्धवान् ततः प्राणं च त्यक्षामि खगे मार्वावकादिनि नो चेत्यज दुमे बन्धून् प्रतिज्ञामे दृढात्मनः। ततस्तार्क्ष्यमुवाचेदं मुनिर्ब्रह्मवधे भयाद ऊध्वमैदान् सविप्रांश्चम्लेशानेदान् शमं ददः वनेषु पर्वतान्तेषु दिक्षु तान् पदगेश्वर ऊध्ववाम ततः शीघ्रं दोषज्ञः पितुराज्ञया ततः सर्वे भवन्व्यक्ता अकेशाश्मश्रुवर्जिताः यवनाभोजनप्रीता किं चिश्मश्रुयुताश्च ये अग्नौ जनग्नकाः पापा दक्षिणस्यामवाचकाः घोरा प्राणिवधे प्रीता दुरात्मानो गवाशिनः नैहृदे कुवदा पापा गोब्राह्मणवधोद्यताः कर्परा पश्चिमे पूर्वे निवसन्ति च दारुणाः वायव्यां च तुरुष्काश्च श्मश्रुपूर्णा गवाशिनः अश्वपृष्ठसमारूढा प्रयुद्धेष्वनिवर्तिनः उत्तरस्यां च गिरयो म्लेच्छा पर्वतवासिनः सर्वभक्षा दुराचाराः वध बन्धरदा किल ऐशान्यां निरयाः सन्ति कर्तॄणां वृक्षवासिनः यदे म्लेच्छास्तिदा दिक्षु घोरास्ते शस्त्रबाणयः येषां च स्पर्शमात्रेण सचेलो जलमाविशेद एतेषां च कलौ देशेऽप्यकाले धर्मवर्जिते संस्पर्शं च प्रकुर्वन्ति वित्तलोभात् समं ततः म्लेच्छां स्तान्मोचयित्वा दुःक्षुधया परिपीडितः पुनराह द्विजस्तादक्षुधा मे बाधतेतराम् अवदद्गरुडं तत्र कश्यपकृपया धृतं तिष्ठं तौ विपुलौ तत्र जिघांसू गजगच्छपौ अप्रमेयौ महासत्त्वौ सागरस्यैकदेशदः तावपुत्सु च धृतं वत्सक्षुधां ते वारयिष्यदः स पितुर्वचनं श्रुत्वा तत्र गत्वाभिपद्यतौ नखैर्भित्त्वा कूर्मगजौ महासत्तौ महाजवः कमुत्पपादत्तौ धृत्वा विद्युद्वेगो महाबलः आधारदां न गच्छन्ति नगाश्च मन्दरादयः ततो योजनलक्ष्यद्वे गत्वा मारुदरं हस महत्यां जम्बुशाखायां निपपादमहाबलः भग्ना सा सहसा शाखा तां पदन्तीं खगेश्वरः गोब्राह्मणवधाद्भिदो दधार तरसा बलि धृत्वा तां रुजिरं वेगा श्रवं तं हे महाबलं गत्वा विष्णुरुवाचेदं नररूपधरो हरिः तत्त्वं भ्रमसि चाकाशे किमर्धं पदगेश्वर विधृत्य महदीं शाखां महां तौ गजकच्छपौ तमुवाजद्विजस्तस्मिन्नररूपधरं हरिं गरुडोऽहमहाबाहो खगरूपस्वकर्मणा कश्यपस्य मुने सूनुर्विनदा गर्भसम्भवः पश्यैतौ च महासत्तौ भक्षणार्थं मया धृतौ न धरा च ममाधारो न वृक्षा न च पर्वताः अनेकयोजनान्यूर्ध्वं दृष्ट्वा जम्बूमहीरुहम् अपत्तं तस्य शाखायां सहेमौ परिभक्षितुं भग्नासा सहसा शाखा तां च धृत्वा भ्रमाम्यहं कोटिकोटिसहस्राणां ब्राह्मणानां गवां वधाद भयं तत्र विषादो मे सहसा प्राविशद्बुध किं करोमि कथं यामि को मे वेगं सहिष्यति इत्युक्ते पदगश्रेष्ठं प्रोवाचदं हरिस्तदा अस्मद्बाहुं समारुह्य भक्षेमौ गजकच्छपौ गरुड उवाच ममाधारं न गच्छन्ति सागराश्च न गोत्तमः अथं चैव महासत्त्वं कथं त्वं धारयिष्यसि हृदे नारायण धन्यको मां धारयितुं क्षमः त्रैलोक्ये ख पुमां स्तिष्ठेद्यो वेगं मे सहिष्यति हरिरुवाच स्वकार्यमुद्धरेत् प्राज्ञः स्वकार्यं कुरु साम्प्रतं कृत्वा कार्यं खगश्रेष्ठविजानीषे च मां ध्रुवम् महासत्त्वं च तं दृष्ट्वा विमृश्य मनसा खगः एवमस्त्विति चोक्त्वा स पपादः महाभुजे न च चालभुजस्तस्य सन्निपादे खगेशिदुः तत्र स्थित्वा सतां शाखामुमोच पर्वतालये शाखापतनमात्रेण सचराचरकानना चचालवसुधा चैव सागरा प्रजगम्भिरे ततश्च खादितौ सत्तौ सहसा गजगच्छपौ तृप्तिं न प्राप्तवान् सोऽभिक्षुधा तस्य न शाम्यति एतज्ज्ञात्वादु गोविन्दस्तमुवाच खगेश्वरं भुजस्य मम मांसं दु भक्षयित्वा सुखी भव इत्युक्ते प्रचुरं मांसं भजस्य तस्य ते न हि खादिदं क्षुदया पुत्रव्रणं तस्य न विद्यते तमुवाच महाप्राज्ञश्चराचरगुरुं हरिं कस्त्वं किं वा प्रियं तेऽद्य करिष्यामि च साम्प्रतम् नारायण उवाच विद्धि नारायणं मां हि त्वत्प्रियार्थं समागतं रूपं स्वं दर्शयामास प्रत्ययार्थं च तस्य वै पीतवस्त्रं घनश्यामं चतुर्भुजमनोहरं शङ्खचक्रगदा पद्मधरं सर्वमसुरेश्वरं तं च दृष्ट्वा गरुत्मांश्च प्रणम्य शिरसा हरिं प्रियं किं ते करिष्यामि वदनः पुरुषोत्तम तमब्रवीन्महातेजा देवदेवेश्वरो हरिः भव मे वाहनं शूर सखेत्वं सर्वकालिकं तमुवाच खगश्रेष्ठो धन्योऽहं विबुधेश्वर सफलं जन्म मे नादत्वां च दृष्ट्वाद्य मे प्रभो प्रार्थयित्वा च पितरा वागमिष्यामि तेन्दिकं प्रीतो विष्णुरुवाचेदं भव त्वमजरामरः अवध्य सर्वभूतेभ्य कर्म तेजश्च मत्समं सर्वत्र ते गतिश्चास्तु निखिलं तु सुखं ध्रुवम् सम्मिलदुद्धृतं सर्वं यत्ते मनसि वर्तते यथेष्टं प्रीति माहारमकष्ठेन प्रकल्प्यसे व्यसनान्मादरं सद्यो मोचयिष्यसि नान्यथा एवमुक्त्वा हरिसद्यस्तत्रैवान्तरधीयत तार्क्ष्योऽपि पितरं गत्वा कथयच्चाखिलं तदः स तच्छ्रुत्वा प्रहृष्टात्मा तनयं पुनरब्रवीत धन्योऽहं च खगश्रेष्ठ धन्यादे जननी शिव धन्यं क्षेत्रं कुलं चैव यस्य पुत्रस्त्वमीदृशः यस्य पुत्रकुले जातो वैष्णवपुरुषोत्तमः कुलकोटिं समुद्धृत्य विष्णुः सायुज्यतां व्रजेद विष्णुं यः पूजयेन्नित्यं विष्णुं ध्यायेदगायदि जपेन्मन्त्रं सदा विष्णोस्तोत्रं तस्य पठिष्यति प्रसादं च भजेन्नित्यमुपवासं हरेर्दिने क्षया च सर्वपापानाम् उच्यते नात्र संशयः यस्य तिष्ठति गोविन्दो मानसे च सदैव हि स एव च लभेद्दास्यं स पुण्यै पुरुषोत्तमः जन्मकोटिसहस्रेभ्य कृत्वा सत्कर्म संचयं क्षया च सर्वपापानां विष्णो किङ्करतां व्रजेद धन्योऽसौ मानवो लोके विष्णोः सादृश्यमाव्रजेद नित्यसुरवरै पूज्यो लोकनाथोच्युतो वयः सुप्रसन्नो भवेद्यस्य स एव पुरुषोत्तमः तमोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि विष्णुर्न लभ्यते देवैस्त्वया सौ विप्रलभ्यते सपत्नी व्यसनाद्धोरान्मादरं ते प्रमोचय ततो यास्यसि देवेशं कृत्वा माधुप्रतिक्रियां गृहीत्वा जनकस्याज्ञां लब्ध्वा विष्णोर्वरं महद अम्बापार्श्वं गतो हृष्टस्तां प्रणम्याग्रतस्थितः विनतो वाच अभवद्भोजनं तेद्यपुत्र दृष्टपितापि च किमर्थं वा विलम्भस्ते चिन्तया व्यथिता ह्यहं समादुर्वचनं श्रुत्वा गरुडप्रहसन्निव कथयामास वृत्तान्तं सा श्रुत्वा विस्मिता भवद कथं च दुष्करं कर्म शिशुभावात्त्वया कृतम् धन्यासं मे कुलं धन्यं यस्त्वं विष्णुसखो भवः लब्ध्वा वरमहात्मानं दृष्ट्वा मे हृष्यते मनः पौरुषेण त्वया वत्स उद्धृतं मे कुलद्वयं सुपर्ण उवाच माधः किं ते करिष्यामि प्रियमेव तदुच्यतां कार्यं कृत्वा दयास्यामि पार्श्वं नारायणस्य च यदा श्रुत्वा तु सा प्राकगरुडं विनदा सती महद्दुःखं च मे चास्ति कुरु तादप्रतिक्रियां भगिनी मे सपत्नी सा पणितहं तया पुरा तस्या दास्यमहं प्राप्ता कस्तारयदि मामिदः कृष्णं कृत्वा विषैरश्वं तस्या पुत्रैर्महोरगैः उषःकाले वदत्सा च अश्वोयं कृष्णदां व्रजेद ततोऽहमवदं तत्र सदा चायं रुचासिदः मिथ्यादेवजनं माधप्रतिज्ञां सा करोत्तदा ततोऽहमब्रुवं कद्रूं शपथं नागमादरम् यदीमं कृष्णताभ्येदि हरेरश्वमहं तदा कृदा भवामि ते दासीत्यहमेदत्तदावदं तदत्तस्मिन् हरेरश्वे कृते कृष्णे जकृत्रिमैः तस्या पुत्रैश्च धूर्तैश्च दासीत्वमगमं तदा यस्मिन् काले ह्यभीष्टश्च तस्या द्रव्यं ददाम्यहं तस्मिन् काले ह्यदासीत्वं यास्यामि कुलनन्दन गरुड उवाच पृच्छशीघ्रं समादस्तां करिष्यामि प्रतिक्रियां भक्षयिष्यामि तान्नागान् प्रतिज्ञामि यथार्थतः ततः कद्रूमुवाचदं विनता दुःखिता सति अभीष्टं वद कल्याणि येन मुच्येय कृच्छ्रदः अब्रवीत् सा दुराचारा पीयूषं दीयतामिति यदश्रुत्वा दुवचनमभवत् सा च निष्प्रभा तदशनैरुपागम्य तनयं प्राह दुःखिता अमृतं प्रार्थयत् पापा तद किं वा करिष्यसि श्रुत्वा वाक्यं गरुत्मांश्च महाक्रोधसमन्वितः अमृतं चानयिष्यामि माधर्मा विमुखी भव यवमुक्त्वा तु तरसा स गतः पितुरन्धिकम् अमृतं चानयिष्यामि माधुरर्थेऽधुनानः स तस्य वचनं श्रुत्वा मुनिप्राह खगेश्वरं सत्यलोकस्य वै चोर्ध्वे विश्वकर्म विनिर्मिता पुरी चास्ति सभारम्या देवानां हितहेतवे वह्निप्राकार दुर्लभ्या दुर्धर्षा चासुरैसुरैः रक्षार्थं निर्मितो देवसुरैस्तत्र महाबलः यं यं पश्यति वीरः स एव भस्मदां व्रजेद। सुपर्ण उवाच नारायणाद्वरो लब्धो मया च मुनिसत्तम भयं नास्तिहमेताद सुरासुरगणादपि। एवमुक्त्वा गरुत्मान् स उद्धृत्य साहराज्जलं जगामाकाशमाविश्य खगश्चोर्ध्वं मनोजवः। पक्षवादेन तस्यैव रजः समुद्गतं बहु तस्यान्तिकं च न त्यक्त मगमतस्य तच्चयः। गत्वा चञ्चूजलेनापि वाग्निं निर्वापयद्बलि रजोऽभिपरिपूर्णाक्षो न सुरस्तं च पश्यति। जखान रक्षिवर्गांस्तानमृतं चाहरद्बलि। आनयन्तं च पीयूषं खगं गत्वा शतक्रतुः। ऐरावदं समारूढो वाक्यमेददुवाचः खगरूपधरकस्त्वं पीयूषं हरसे बलाद। अप्रियं सर्वदेवानां कृत्वा जीवेरधि कथं विशिखैरग्निसङ्काशैर्नयामि यममन्दिरम्। श्रुत्वा वाक्यं हरे कोपादुवाच स महाबलः नयामि तव पीयूषं दर्शयस्व पराक्रमं। यदश्रुत्वा महाबाहुर्जखानविशिखैशितैः यथा मेरुगिरे शृङ्गं तोयवर्षेण तोयदः नखैरशनि सङ्काशैर्बिभेदगरुडो गजं मातलि च रथं चक्रं तथा देवान् पुरःसरान्। व्यथितोऽसौ महाबाहुर्मातलिर्गजपुङ्गवः विमुखाः पक्षवादेन सर्वे देवगणास्तदा। ततस्तु कोऽपिदो जिष्णुर्जखानकुलिशेन तं कुलिशस्यावपादेन न चक्षुब्धो महाखगः। स्वं मोखं भिदुरं दृष्ट्वा हरिर्भिदो भवत्तदा संनिवृत्य ततो युद्धात् तत्रैवान्तरधीयत। सुतरामपि गच्छन्तं वेगाद्भूतलमागतः अब्रवीत् स सुरश्रेष्ठ सर्वदेव गणाग्रदः। शक्र उवाच यदि दास्यसि पीयूषमिदानीं नागमादरि भुजगाश्चामरा सर्वे क्रियन्ते हि ध्रुवं दया प्रतिज्ञादे भवेन्नष्टा न फलं जीवितस्य ते। तस्मादिदं हरिष्यामि सम्मतेन तवानख। गरुत्मानुवाच यस्मिन् काले यदासी सा मादा मे दुःखिता सति विदिता सर्वलोकेषु हरे मृदं हरिष्यसि। एवमुक्त्वा महावीर्यो गत्वो वाजप्रसूं तदा आनीतममृतं मादस्तस्य एव प्रदीयताम्। भृत्बुल्लहृदया सा च दृष्ट्वा पुत्रं सहामृतं तामाहूयामृतं दत्त्वा चादासीदां तदा गदा। तृणकाष्ठानि भूतानि पशवश्च सरीसृपाः दृष्ट्वा स विस्मया सर्वे देवा महर्षयस्तदा। मोचयित्वा तु तामम्बां गरुडः सुष्ठुतां गदः यदस्मिन्नन्तरे शक्रो जहार सहसा सुधां। निधाय गरलं तत्र तया चानुपलक्षितः प्रहृष्टहृदया कद्रूः पुत्रानाहूय सम्भ्रमाद। तेषां मुखे ददौ हृष्टाक्ष्वेडं चामृतलक्षणं तानुवाच प्रसूः पुत्रान्युष्माकं च कुले सदा। मुखे तिष्ठन्त्वमि दैवा बिन्दवस्त शस्तनिर्वृताः महर्षयस्तदो देवास्सिद्धगन्धर्वमानुषाः ऊचुस्सन्तु कुले मातरस्माकं च प्रसादतः नागैर्विसर्जिता देवास्स सिद्धा मुनयस्तथा जग्मुस्वमालयं हृष्ठा नागा प्रमुदिता स्थिताः एतस्मिन्नन्तरे नागांश्चखाद गरुडो बलाद दिक्षु पलायिता शेषाः पर्वतेषु वनेषु च सागरेषु च पादाले बिलेषु तरुकोटरे निभृतेषु निकुञ्जेषु स्थिताः सर्पाश्च निर्वृताः भुजगास्तस्य भक्ष्याश्च सदैव विधिनिर्मिताः सखादयित्वा नागांश्च सम्भाष्य पितरावथ विभूतान् पूजयित्वा दुजगाम हरिमव्ययम् यः पडे शृणुयाद्वापि सुपर्णचरितं शुभं सर्वपापविनिर्मुक्तसुरलोके महीयते इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे गरुडोत्पत्तिर्नाम सप्तचत्वारिंशत्तमोऽध्यायः ॐ